अस्तु, तर्हि सर्वेषां स्वागतम्. अत्र विसर्गसन्धिः इति पाठः प्रवर्तमानः अस्ति. तत्र गते सप्ताहे अस्माभिः किं दृष्टमिति चेत्, विसर्गस्य परिशीलनार्थं कानिचन सोपानानि बोधव्यानि. अत्र प्रथमतया हल् वर्णाः विभागद्वये विभक्ताः, खर् हश् इति अस्माभिः दृष्टम्. अनन्तरं भट्टसूत्राणि कानि इति पञ्चसोपानानि द्रष्टव्यानि. प्रथमं सोपानं किमिति, विसर्जनीयस्य सः खरि कख पफेतु विसर्गः इति एकमस्ति. तत्र विसर्जनीयस्य सहखरि इति अस्य उदाहरणं सुब्रह्मण्यमन तत्र वदति वा उदाहरणम्? आं महोदय, अत्र उदाहरणमस्ति रामः योगः तिष्ठति. अत्र विसर्गस्य स्थाने सकारः किमर्थं चेत् अत्र ता यदस्ति विसर्गस्य अनन्तरं तत्तु खर् प्रत्याहारस्य वर्णः, अतः विसर्गस्य स्थाने सकारः रामस्तिष्ठति इति रूपं निष्पन्नं भवति. हा अस्तु, बहु समीचीनमस्ति. अस्तु, तर्हि किञ्चित् कश्चन ध्वनिः अस्ति, किञ्चित् अत्र म्यूट् करोमि दर्शनार्थं किम् अस्ति इति. हा, इदानीं समीचीनं जातमस्ति. वदामि, यस्य फ़ोन् नम्बर् अस्ति 240530137 किमपि अस्ति, हा तत्र ध्वनिः आगच्छति 2404530137 इति, मया म्यूट् कृतमस्ति. अनन्तरम् अन्म्यूट् करोमि. तर्हि अग्रे गच्छामः. इदानीम् अस्माभिः दृष्टं यत् साधारणनियमः अस्ति विसर्जनीयस्य सः खरि इति, नाम पूर्वं विसर्गः अस्ति, अग्रे खर् वर्णे खर् प्रत्याहारे कश्चन वर्णः अस्ति चेत् तत्र तावदेव कर्तव्यमस्ति. तत् विसर्गात् प्राक् किमस्ति इति न द्रष्टव्यम्. विसर्गात् प्राक् किमस्ति इति न द्रष्टव्यं तस्यां दशायां. हा, इति प्रथमं सोपानम्. अपि च कख पफ अस्ति चेत् तत्र विशिष्ट ध्वनिः भवति इति, अर्धविसर्गः इति अस्माभिः दृष्टमस्ति. किन्तु प्रमुखमस्ति विसर्जनीयस्य सः खरि, अनन्तरं कख पपेतु विसर्गः इति तत्र उपद्मानीयः इत्यादिकं जिह्वामूलीयः इत्यपि अस्ति. किन्तु प्रथमं सोपानं विसर्जनीयस्य सः खरि, तत्र पृष्ठतः न द्रष्टव्यम् इति प्रमुखमस्ति. अस्तु, तत्र सकारः अस्ति, अनन्तरं सन्धिवशात् तत्र कुत्रचित् षकारः भवति, कुत्रचित् मूर्धन्यषकारः अस्ति. यथा हरिः चिन्तयति, हरिः चिन्तयति इति सरलभगिनी वदतु. हरिः चिन्तयति अत्र चकारविसर्ग परे अस्ति, तस्य ककर्षवर्ण अस्ति. विसर्जनीय ख खरि कख पफेतु विसर्ग इति सूत्रेण सकार आदेशः भवति विसर्गस्य स्थाने. प्रथमं भवति हरि सचिन्तनीय, तदनन्तरं चकारस्य प्रभावे स्तोश्चनाचुः इति सूत्रेण सकारस्य षकार आगच्छति, हरिश्चिन्तनीयम् इति भवति. हा बहु समीचीनमस्ति. अपि च अपि च ततः अग्रे इदानीं किमस्ति महोदय? सुमित्रा अस्मि, नमस्कारः. सुमित्रा भगिनि बहु समीचीनम् अस्तु. तर्हि इतः अग्रे सुमित्रा भगिनि इतः अग्रे अस्ति यत् षकारः षकारः सकारः अस्ति चेत् तत्र विकल्पेन विसर्गसन्धिः इति अपि अस्माभिः दृष्टं. तत्र प्रथमम् उदाहरणम् अत्र किं दत्तमस्ति इति विद्याभगिनी वदति वा? अत्र प्रथमम् उदाहरणमस्ति वृष्टिः शीतला. तत्र वृष्टिः विसर्गस्य अनन्तरं शकारः, शकारः कर्वर्णः अस्ति. परन्तु अत्र विशिष्टस्थितिः यदि शरीपरे अस्ति चेत् विकल्पेन विसर्गस्य स्थाने सकारः भवति. एकवारम् एकवारं न भवति, केवलं वर्णमेलनमेव भवति. यदा विसर्गस्य स्थाने सकारः आदेशः भवति तर्हि अनन्तरं शकार शीतला इत्यस्मिन् शकारस्य प्रभावेन श्चुत्वसन्धि स्तोः शिलाश्चुः इत्यनेन सकारस्य स्थाने शकारः भवति. वृष्टिशीतला इति एकं रूपं, अपक्षे वृष्टिः शीतला इति वर्णमेलनं. तथैव समीचीनमस्ति. तथैव बालकः षष्ठः सर्पः सरति, तत्र शीतला शीतला इति तालविषकारः, षष्ठः इति मूर्धन्यषकारः, दन्त्यसकारः सरति इति त्रिषु अपि स्थलेषु विकल्पेन विसर्गः. अस्तु, इति द्वितीयं सोपानम्. इदानीम् इचः परस्य विसर्जनीयस्य रेफः अखरि. यदि अग्रे नाम पूर्वं रेफः अस्ति, क्षम्यतां, तत्र पूर्वम् इच् वर्णः अस्ति यथा हरिः, हरिः ततः अग्रे तिष्ठति इति खर् वर्णः. खर्वर्णः अस्ति चेत् विसर्गात् प्राक् इच् अस्ति, अच् अस्ति, किम् अस्ति इति न द्रष्टव्यम्. अत् अस्ति, आत् अस्ति, इच् अस्ति, किम् अस्ति इति न द्रष्टव्यमस्ति. अग्रे खर्. इदानीं द्वितीयं सोपानं कुत्र द्रष्टव्यमस्ति? यत् यत्र अग्रे खर् वर्णः नास्ति. अपि च खर् वर्णः नास्ति इत्युक्ते हस् भवति, हस् भवितुमर्हति, अपि च अच् अपि भवितुमर्हति. नाम खर् नास्ति इति अस्ति. इच्छः परस्य विसर्जनीयस्य रेफः अखरि. तर्हि कुत्र कुत्र रेफः भवति इति अस्माभिः द्रष्टव्यमस्ति. रामप्रियभगिनी अग्रे, तत्र रामैः धाव्यते अस्मिन् उदाहरणे किमस्ति? रामैः धाव्यते, अत्र विसर्गस्य पूर्वम् इच् वर्णः अस्ति, ऐः ऐ इति इच् वर्णः. प्रथमं किं द्रष्टव्यमस्ति? प्रथमम् इच् वर्णः अस्ति प्राक्, क्षम्यतां, विसर्गस्य परत् परं कर्वर्णः नास्ति, धातु हश् वर्णः अस्ति, अतः पूर्वं द्रष्टव्यं. विसर्गस्य पूर्वम् इच् वर्णः अस्ति. प्रथमतया खर् नास्ति, धकारः खर् नास्ति. अस्ति चेत् प्रथमं सोपानमेव. खर् नास्ति इति कृत्वा पृष्ठतः द्रष्टव्यः. पृष्ठतः इति कः वर्णः अस्ति? धा इति हश्, हश् प्रत्याहारे अस्ति धा. पृष्ठतः, क्षम्यताम्, इच् ऐ, ऐकारः इच् इच् अस्ति. तर्हि इच्छः परस्य विसर्जनीयस्य रेफः अखरि इति स्थितौ अत्र किं भवति? अत्र विसर्गस्य स्थाने रेपादेशः भवति, रामैर्धाव्यते. हा बहु समीचीनमस्ति. तर्हि अत्र अखरि इत्यनेन समूहद्वयमस्ति, एकमस्ति हस्, द्वितीयमस्ति अच्. तर्हि अत्र गुरोः अनुग्रहः, गुरोः अनुग्रहः इति रत्ना भगिनी वदति वा? प भगिनी अस्ति अस्तु जगन्नाथमहोदय वदतु गुरोः अनुग्रहः अत्र तु विसर्गस्य परम् अखरि अस्ति तस्मात् पूर्वं किम् अस्ति इति द्रष्टव्यं तर्हि इच् प्रत्याहारः अस्ति तर्हि रेफ आदेशः विसर्गस्य स्थाने तर्हि गुरोरनुग्रहः इति भवति प्रथमतया अग्रे अनुग्रहः अस्ति इति अकारः अकारः अस्ति इति खर् वर्णः नास्ति तर्हि खर् वर्णे तत्र हश् अस्ति हश् धाव्यते इति अस्मिन् हश् धकारः ततः अनुग्रहः इत्यस्मिन् अकारः अच् उभयत्र अखर् खर् नास्ति इति कृत्वा इदानीं विसर्गात् प्राक् किमस्ति इति चेत् तत्र इच् अस्ति इति इदानीं विसर्गस्य स्थाने रेफः किं भवति महोदय गुरोरनुग्रहः इति भवति बहु समीचीनमस्ति तर्हि अधुना अग्रेसरे महोदय बुद्धं भगिनि मया प्रायः तत्र साक्षात् दूरवाणीसङ्ख्या भवत्याः एव इति अस्ति बुद्धं क्षमताम् अस्तु तर्हि अत्र पुस्तके पश्येम इदानीं शीघ्रमेव किञ्चित् पुनस्मरणं भवति अत्र रेफस्य उदाहरणानि रत्ना भगिनी करोतु प्रथमं अस्तु निराशीः अपरिग्रहः अत्र विसर्गस्य अनन्तरम् अकारः अस्ति तत् खर् वर्णः नास्ति अतः विसर्गस्य पूर्वं किम् अस्ति इति द्रष्टव्यम् ईकारः अस्ति तत् इच् प्रत्यये अस्ति अतः विसर्गस्य स्थाने रेफः आगच्छति निराशीरपरिग्रहः इति भवति अग्रे खर् नास्ति पृष्ठतः एच् अस्ति इति कृत्वा रेफः अस्तु समीचीनमस्ति अग्रे गच्छेम पद्मा भगिनी करोति वा द्वितीयं महोदय प्रयत्नं करोमि बन्धुः योगः आत्मा विसर्गः पूर्वम् उकारः अस्ति परे अचि वर्णमस्ति अचि प्रभावेन विसर्गः स्थाने रेफा आगच्छति बन्धु रकारः आकारः योगः आत्मा बन्धुरात्मा न भवती यद् उक्तवती तत् समीचीनं नास्ति किमर्थम् इति चेत् अस्माकं तर्कः कः स च न उक्तः यः तर्कः अस्ति अग्रे अच् अस्ति इति किमपि नास्ति अत्र अपि च प्रथमतया उकारः इति उक्तं तत् तदपि क्रमः नास्ति अजय महोदय वदतु कृपया अत्र किमस्ति विसर्गस्य अनन्तरं खर् अस्ति वा इति खर् अस्ति वा न इति द्रष्टव्यम् अत्र आ अस्ति आ अखरि अस्ति स्वरः यदि अखरि अस्ति चेत् विसर्गस्य प्राक् किमस्ति इति द्रष्टव्यं विसर्गस्य पूर्वम् इच् वर्णः अस्ति वा न इति द्रष्टव्यम् अत्र उकारः अस्ति उकारः इच् वर्णः इच् प्रत्याहारे अस्ति अतः विसर्गस्य स्थाने रेफः आदेशः बन्धुरात्मा इति अभवत् बहु समीचीनमस्ति इति पद्मा भगिनी अवश्यं बोध्यम् अत्र अस्माकं क्रमः कः प्रथमोत्सोपानं किं खर् प्रतिहारे अस्ति न वा अत्र नास्ति आकारः खर् प्रतिहारे नास्ति अतः द्वितीयं सोपानं द्रष्टव्यमस्ति अखरि अखरि इति तु अस्ति तर्हि पृष्ठतः द्रष्टव्यमस्ति अत्र इच् वर्णः इति कृत्वा रेफः अस्तु आं बुद्धं महोदय. हा तर्हि भवती एव करोतु तृतीयम्. आयाहुः योगः इन्द्रियारामः. विसर्गः पूर्वं उकारः इति वर्णमस्ति. स च क्रमः नास्ति. एकं पुष्पा भगिनी वदतु कृपया. अस्तु महोदय, अत्र अघायुः इन्द्रियारामः तत्तु अखरि विसर्गस्य परे अखरि अस्ति. इन्द्रिय ईकारः अस्ति. पूर्वे इच् अस्ति. युः उः ऊ तु इच् प्रत्ययः. तथैव रकारः रेफः आदेशः विसर्गस्थाने. तत् कारणात् अघायुरिन्द्रियारामः. हा इति अस्ति. हा इति स्थितिरस्ति. पद्मा भगिनी अत्र चाटिल्यं नास्ति. प्रथमं सोपानं किम् इति चेत् अग्रे खर्वर्णः अस्ति न वा. द्वितीयं सोपानं किं खर्वर्णः नास्ति चेत् पूर्वम् एच् अस्ति न वा इति एवमस्ति. अन्य किमपि नास्ति. अन्य केचन वदेयुः, अनन्तरं पुनः प्रयत्नं करोतु. सहदेव महोदय अग्रिमं करोति वा. आं महोदय. अभिमन्युः योगः ईक्षते. आं विसर्गस्य परे ईकारः ईकारः अखरी अस्ति. अनन्तरं विसर्गस्य पूर्वम् उकारः उकारः इत् इच् वर्णः अस्ति. अनन्तरं विसर्गस्य स्थाने रेपः आदेशः भवति. विसर्गस्य स्थाने अस्तु. हा किं भवति. रेपः आदेशः भवति. अभिमन्युरीक्षते. हा बहु समीचीनमस्ति. अभिमन्युरीक्षते अभिमन्युरीक्षते इति अस्ति रेफः. अस्तु सम्यक् अस्ति. सुमित्रा भगिनी अग्रे करोति वा. अन्यूत् आं महोदय. मुनिः योगः उच्यते. उकारः खर्वर्णे खर्समूहे न अस्ति, अतः विसर्गस्य पूर्वं वर्णः अस्ति. इकारः इच् वर्णे अस्ति, अतः मुनिरुच्यते इति विसर्गस्य स्थाने रेपः आदेशः. मुनिरुच्यते. हा बहु समीचीनमस्ति. भगिनी कृपया बहु समीचीनमस्ति. अस्तु ततः अग्रे कस्य. अस्तु सरला भगिनी वदतु. मतिः योग ऊयते. अत्र उकार विसर्गस्य परतः अस्ति. तदनन्तरम् अखरी अस्ति. अखरी प्रत्याहारे अस्ति. तदनन्तरं विसर्गस्य पूर्वम् इकार इच् प्रत्याहारे अस्ति. विसर्गस्य स्थाने रेफ आगच्छति. मतिरूयते इति भवति. हा समीचीनमस्ति. मतिरूहते. अस्तु अग्रे पद्मा भगिनी पुनः चेष्टां कर्तुमिच्छति वा. आं महोदय. दोषैः योगः एतैः विसर्गः परस्य अखरी अस्ति. विसर्गः पूर्वं इच्छ वर्णः ऐकारः अस्ति. इत्युक्ते न विसर्गः स्थाने रेफः आगच्छति दोषैः वेतैः. हा सम्यक् सम्यक् अस्ति, बहु समीचीनमस्ति भगिनि. हा तर्हि एकारः खर् प्रत्याहारे नास्ति प्रथमतया. अनन्तरम् ऐकारः इच् इच् प्रत्याहारे अस्ति इति प्रथमं सोपानम्, अनन्तरं द्वितीयं सोपानम् अस्ति. यदि यदि अग्रे खर् वर्णः स्यात् तदानीं प्रथमं सोपानमेव द्रष्टव्यमस्ति. अस्तु अन्तिमं अतिभव अजय महोदय कृपया. रविः योगः अंशुमान् सर्गस्य पुरतः अकारः सर्गस्य प्राक् सर्गस्य पर पुरतः अकारः अकारः अखरि अस्ति प्राक् इकारः इकारः इच्छ प्रत्याहारे अस्ति अतः सर्गस्य स्थाने रेफादेशः रवि रविरंशुमान् इति अभवत्. अस्तु हा तर्हि अस्मिन् भागे किमस्ति इति चेत् अखर्वर्णः अग्रे यत्र स्वरः एव अस्ति. तर्हि अखर् अखर् इति स्वरः भवितुमर्हति, हश् इति हल्वर्णः अपि भवितुमर्हति. तर्हि अत्र अपरिग्रहः आत्मा इन्द्रियारामः इति अकारः आकारः इकारः ईकारः उकारः ऊकारः इकारः अकारः इति एतादृशानि उदाहरणानि अस्माभिः परिशीलितानि. अस्तु इदानीं द्वितीयभागे तत्र हश् वर्णाः यत्र सन्ति. जगन्नाथमहोदय प्रथमं करोतु. प्रकृतिजैः योगगुणैः अत्रापि अखरि एव हश्वर्ण सर्वे अखरि भवति. प्रकृति विसर्गस्य परं विसर्गस्य प्राक् ऐकारः अस्ति, तत्तु इच् वर्णे भवति. तर्हि रेफ आदेशः प्रकृतिजैर्गुणैः इति. हा बहु समीचीनमस्ति. अस्तु सुब्रह्मण्यं तत्र कृपया. आं महोदय. प्रपश्यद्भिः योगः जनार्दन, अत्र विसर्गस्य अनन्तरं जकारः अस्ति, तत्तु हश्वर्णः अखर्वर्णः, अतः इदानीं द्वितीयसोपानम्. अत्र विसर्गात् पूर्वम् इकारः अस्ति, तत्तु इच् प्रत्याहारस्य वर्णः, अतः इदानीं विसर्गस्य स्थाने रेफः आदेशः भवति, अतः प्रपश्यद्भिर्जनार्दन इति रूपं निष्पन्नं भवति. अस्तु समीचीनमस्ति, धन्यवादः महोदय. अग्रे विद्याभगिनी अग्रे. हा प्रकृतेः योगः ज्ञानवान्. अत्र प्रकृतेः विसर्गस्य पुरतः जकारः अस्ति, जकारः हश्वर्णः अकरी अस्ति इति कृत्वा विसर्गस्य स्थाने रेपः रेपादेशः. प्रकृतेर्ज्ञानवान् इति अस्ति. धन्यवादः. तैः योगः दत्तान् इति. अत्र विसर्गस्य पुरतः अखरी ध इति अखरी हश् प्रत्याहारे अस्ति, विसर्गस्य प्राक् ऐ इति इच् प्रत्याहारे अस्ति, इचः परस्य विसर्जनीयस्य रेपः अखरी इति सूत्रेण विसर्गस्य स्थाने रेपादेशः दै तैर्दत्तान्. हा इति अस्ति. अस्तु सहदेव महोदय अग्रे. आं महोदय. मृत्युः योगः योगः ध्रुवं ध्रुवं ध्रुवम् अस्तु. विसर्गस्य परे दकारः अकारी अस्ति. विसर्गस्य पूर्वम् उकारः इच्छवर्णः अस्ति. विसर्गस्य स्थाने रेपः आदेशः भवति इति मृत्युर्ध्रुवम्. हा, बहु समीचीनमस्ति. मृत्युर्ध्रुवं मृत्युर्ध्रुवम् इति रूपम् अस्ति. बहु समीचीनमस्ति महोदय. तर्हि इच्छः परस्य विसर्जनीयस्य रेफः अकरि. इच्छः परस्य विसर्जनीयस्य रेफः अकरि इति सिद्धान्तः. अस्तु, पुष्पभगिनी अग्रे. अत्र निराशीः योगः निर्ममः. अत्र नकारः विसर्गस्य परे अस्ति. नकारः तु हश्वर्णः, अकरि अस्ति. तत्र पूर्वं विसर्गस्य पूर्वे ईकारः अस्ति, तथैव विसर्गस्य रेफादेशः भवति. तथैव निराशीर्निर्ममः. हा, बहु समीचीनमस्ति. अस्तु, सुमित्रा भगिनी अग्रे. आं महोदय, हविः योगः भ्रम्नौ. विसर्गात् अनन्तरं वर्णः अस्ति भ इति, हश्वर्णे अस्ति, कर्वर्णे न अस्ति. अतः विसर्गात् पूर्वम् इकारः इच्वर्णे अस्ति. विसर्गस्य स्थाने रेपः आदेशः भवति. हविर्ब्रह्मग्नौ. समीचीनमस्ति. अस्तु, रत्ना भगिनी अग्रे. भगिनी मीट् करोतु. हा, अस्मि महोदय. कर्म फलहेतुः योगः भूः. विसर्गात् अनन्तरं भकारः अस्ति, तत् हश्वर्णः अस्ति, अखरि अस्ति. अतः द्वितीयसोपानं द्रष्टव्यं विसर्गात् पूर्वं किम् अस्ति इति. उकारः अस्ति, तत् इच्वर्णः अस्ति. इच्वर्णः अस्ति चेत् तत्र एपः आदेशः भवति. अतः कर्मफल हेतुर्भूः इति भवति. बहु समीचीनमस्ति. अस्तु, सर्वं स्पष्टमस्ति इति मन्ये. इदानीं केवलं रूपाणि वक्तव्यानि सन्ति, नो चेत् अधिकसमयः. जगन्नाथमहोदय अग्रे, अग्रिमम्. किं रूप कुत्र एतेषु उदाहरणेषु विसर्गात् पूर्वं वा कुत्र इति स्थितधीः मुनिः अत्र किं भवति? ओ, स्थितधीः मुनिः अत्रापि हश्वर्ण पर अखरि वर्ण पूर्वम् इच् वर्णः. तर्हि स्थितधीर्मुनिः इति भवति. रेफ आदेशः विसर्गस्य स्थाने. हा, समीचीनमस्ति. अस्तु, अग्रे सरला भगिनी. हयैः युक्ते विसर्गस्य पुरतः यकार अखरि अस्ति. अखरि प्रत्याहारे ऐकार इच् प्रत्याहारे आगच्छति. ततः विसर्गस्य स्थाने रेफ आगच्छति. हैयर् युक्ते इति भवति. अजय महोदय. चक्रीर्षुः योगः लोकसङ्ग्रहम्. चक्रीर्षुर्लोकसङ्ग्रहं. चकीर्षुः. ओ, क्षम्यताम्. चिकीर्षुः योगः योगः लोकसङ्ग्रहम्. चिकीर्षुर्लोकसङ्ग्रहम् इति भवति. हा, इति अस्ति. अस्तु, रत्ना भगिनी अग्रे. अस्तु, एतैः विमोहयति. एतैर्विमोहयति. अस्तु, इति अस्ति. विद्या भगिनी अग्रे. हा, श्वेतैः हयैः. श्वेतैर्हयैः इति भवति. हा, इति अस्ति. अस्तु, बहु समीचीनमस्ति. इति द्वितीयं सोपानम्. इदानीं पुनः करपत्रं द्रष्टव्यमस्ति. करपत्रमस्ति करपत्रमस्ति गुरोः अनुग्रहः तत्र अस्माभिः दृष्टमस्ति. इदानीं अधुना नूतनम् उदाहरणमिति पुनः पश्येम. अधुना नूतनम् उदाहरणम् इति अस्ति. तत्र सुब्रह्मण्यं महोदय कृपया पश्यतु. आं महोदय, अधुना नूतनम् उदाहरणं बालाः तिष्ठन्ति. विसर्गात् प्राक् आकारं दृष्ट्वा एवं मा चिन्तयतु यत् अस्माकं क्रमः कथञ्चित् भिन्नः स्यात्. विसर्गस्य पुरतः खर्वर्णः अस्ति वा? आं किल. अतः किं भवति? बालाः तिष्ठन्ति, बालास्तिष्ठन्ति. प्रथमसोपानानुगुणं सकारादेशो भवति. इदानीम् अत्र वयं दृष्टवन्तः, अत्र यद्यपि अत्र दीर्घ आकारः अस्ति विसर्गात् पूर्वं, परन्तु अत्र विसर्गस्य अनन्तरं तकारः अस्ति. तकारः तु खर्वर्णः अस्ति, अतः प्रथमसोपानमेव करणीयं. विसर्जनीयस्य सहखरि इत्यस्य प्रसक्तिः एव अत्र. अतः विसर्गस्य स्थाने सकारः आदेशरूपेण आगत्य बालास्तिष्ठन्ति इति रूपं सम्भवति. भवति भवति बहु समीचीनमस्ति. किमर्थम् एतादृशं वक्तव्यम् इति चेत्, बहूनां पार्श्वे किञ्चन अर्धज्ञानमस्ति. अर्धज्ञानमस्ति तत्र तत्र अपायजनकमस्ति. अर्धज्ञानम् अपायजनकमस्ति. तत्र बहुभ्यः वर्षेभ्यः तत्र बाल्यकाले किञ्चित् पठितं, किञ्चित् अधीतं, मनसि अस्ति यत् आकारः अस्ति चेत् लोपः एव इति, किन्तु तथा नास्ति. अथवा ईकारः अस्ति रेफः, नाम विसर्गात् पूर्वम् ईकारः अस्ति चेत् रेफः इति बहवः कुर्वन्ति. तत्तु दोषः अस्ति. प्रथमं सोपानं प्रथमं सोपानमेव. प्रथमं सोपानं नाम किं? तत्र अग्रे खड्वर्णः अस्ति वा? अग्रे खड्वर्णः अस्ति अस्ति चेत् पृष्ठतः इच् वर्णः अस्ति वा, आकारः अस्ति वा इति न द्रष्टव्यमस्ति. इति केवलं स्मारणार्थम्. अस्तु महोदय, अग्रे. आं महोदय, परन्तु बालाः अस्ति चेत् अपि च विसर्गस्य पुरतः खर्वर्णः नास्ति चेत् तर्हि किं भवति? विसर्गात् पूर्वम् इच्वर्णः अस्ति वा? नास्ति किल. आकारः इचि नास्ति. अतः यत्र विसर्गस्य पुरतः खर्वर्णः नास्ति अपि च विसर्गात् पूर्वम् आकारः अस्ति, तत्र तृतीयसोपानं गन्तव्यम्. अत्र इदानीं पूर्वं तु वयं दृष्टवन्तः अत्र बालाः तिष्ठन्ति इत्यस्मिन् उदाहरणे अत्र विसर्गस्य अनन्तरं तकारः खर्वर्णः अस्ति, अतः प्रथमसोपानं करणीयं. यदि अत्र बालाः योगः धावन्ति अस्ति, अत्र इदानीं यद्यपि विसर्गस्य अनन्तरं हश्वर्णः अस्ति, सः अखरि अस्ति, परन्तु विसर्गात् पूर्वम् आकारः अस्ति, स च आकारः इच् वर्णः नास्ति. अतः द्वितीयसोपानस्य प्रसक्तिः अत्र न भवति. इदानीं किं कर्तव्यम् इति प्रश्नः. इदानीं तु तृतीयसोपानं गन्तव्यमिति. अग्रे तृतीयसोपानं किम् अस्ति इति दत्तमस्ति महोदय. अग्रे खर् नास्ति, तत्र पृष्ठतः आकारः अस्ति इति स्थितिः चेत् किं द्रष्टव्यमस्ति. अस्तु, बहु समीचीनमस्ति महोदय. अग्रे पश्येम. रामप्रिय भगिनी, अग्रे. आम् तृतीयं सोपानं विसर्गात् पूर्वम् आकारः अस्ति वा? बालाः धावन्ति, अत्र विसर्गस्य पुरतः कर्वर्णः नास्ति, परन्तु विसर्गात् पूर्वम् इच् अपि नास्ति, पूर्वम् आकारः अस्ति. अस्मिन् क्रमे पाणिनिना अकारं पृथक् आकारं च पृथक् कृतम्. विभजनस्य सौकर्येण व्यक्तीकरणार्थम् एका व्यवस्था स्थापिता, तपरकरणं नाम्ना. अनेन तकारं योजयामः चेत् तत्तत् कालस्य वर्णः एव व्यक्तः भवति. यथा ह्रस्वः अकारः इत्यस्मिन् अर्थे अत्, दीर्घः आकारः इत्यस्मिन् अर्थे आत्, एवं च संक्षिप्तत्वेन व्यक्तीकरणं भवति. नो चेत् पाणिनिव्याकरणे अकारः इत्येव वदामः चेत् सः अकारः अष्टादशां वर्णानां प्रतिनिधिः भवति. ह्रस्वः अकारः, दीर्घः आकारः, प्लुतः आकारः, उदात्तः, अनुदात्तः, स्वरितः, अनुनासिकः, अननुनासिकः इति भेदेन. येषु अष्टादश दशसु कः वर्णः इष्टः इति स्पष्टीकरणार्थम् इतोपि वक्तव्यं भवति. अतः अत् आत् इति पद्धतेः आवश्यकता. अत्र तृतीयसोपानस्य विवरणं दत्तमस्ति. बालाः धावन्ति इति स्थितौ विसर्गस्य पुरतः तु कर्वर्णः अकरी अस्ति, धा इति. परन्तु विसर्गस्य पूर्वं एतद् आह इति अस्ति, तदपि इच् प्रत्याहारे नास्ति, आकारः अस्ति. अस्मिन् समये किं कर्तव्यम् इति दत्तमस्ति. यदा पाणिनिना अकारं पृथक् आकारं पृथक् इति तपरतत्कालस्य इति सूत्रेण कृतमस्ति. किमर्थम् इत्युक्ते यदा अकारः इति वदामः चेत् तत्र तु अष्टादश अकारस्य स्वीकरणीयं भवति. अतः अत् इति अकारः, आत् इति दीर्घ आकारः इति पृथक् कृतवान् पाणिनि महर्षिणा इति दत्तमस्ति विभजनस्य सौकर्यार्थम्. तर्हि अत्र आत् इति विषयः अस्ति, दीर्घ आकारः आत् इति विषयः. अस्तु, विद्याभगिनी अग्रे. अधुना विसर्गात् पूर्वम् आत् दीर्घ आकारः अस्ति वा? अस्ति एव किल. बालाः इत्यस्मिन् पदे विसर्गात् पूर्वं दीर्घः आकारः आत् अस्ति. विसर्गस्य पुरतः कर्वर्णः नास्ति चेत् अपि च विसर्गात् पूर्वम् आत् अस्ति चेत् तर्हि विसर्गस्य लोपः भवति. बालाः धावन्ति, बाला धावन्ति. अत्र विसर्गस्य पुरतः खर्व वर्णः नास्ति चेत् तर्हि विसर्गस्य पूर्वं विसर्गात् पूर्वम् इच् वर्णः अस्ति वा न इति द्वितीयसोपाने वयं दृष्टवन्तः. अत्र विसर्गात् पूर्वम् आकारः, दीर्घ आकारः अस्ति चेत् तर्हि तृतीयसोपानं गच्छामः. तत्र तृतीयसोपाने विसर्गः लोपः भवति. विसर्गस्य लोपः बहु समीचीनम् अस्ति. अस्तु, जगन्नाथमहोदय. पुस्तके वा वयं यत्र स्मः तत्र करपत्रे. अस्तु, अत्र कश्चन प्रश्नः उदेति. न जानाति कुत्र स्मः. अत्र वयं यत्र स्मः तत्र भवतु. रत्नाबगिनी पठतु कृपया. अस्तु, तृतीयं भाट्टसूत्रम्. अतः परस्य विसर्जनी आतः परस्य विसर्जनीयस्य लोपः अखरि. आतः षष्ट्यन्तं, परस्य षष्ट्यन्तं, विसर्जनीयस्य षष्ट्यन्तं, लोपः प्रथमान्तम्, अखरि सप्तम्यन्तम्. सारांशः, परे खर् वर्णः नास्ति चेत् पूर्वम् आत् अस्ति चेत् तर्हि विसर्गस्य लोपः भवति. अस्तु, तृतीयभाट्टसूत्रं दत्तमस्ति अत्र. आतः परस्य विसर्जनीयस्य लोपः अकरि इति. अत्र आतः परस्य विसर्जनीयस्य, एते षष्ट्यन्तपदानि. अनन्तरं लोपः इति प्रथमान्तम्, अखरि इति सप्तमी विभक्तिः भवति. अत्र सारांशः किं भवति इत्युक्ते, विसर्गस्य अनन्तरं खर्वर्णः नास्ति चेत्, तत् अस्माकं प्रथमसोपानं, नास्ति चेत् अनन्तरं पूर्वम् आत् वर्णः अस्ति चेत् तर्हि विसर्गस्य लोपः भवति इति. बालाः इति अत्र बाल आतः परस्य विसर्जनीयस्य लोपः अखरि इति सूत्रे अवगन्तव्यमस्ति यत् विसर्जनीयस्य इति षष्ट्यन्तं रूपं तत्र आदेशात्मकमस्ति. तत्र स्थाने क्षम्यतां, स्थाने इति अस्ति, स्थानात्मकमस्ति. हा, लोपः इति प्रथमान् तत्र इति आदेशः अस्ति. विसर्जनीयस्य स्थाने लोपः इति अस्ति. हा, किन्तु अत्र आतः अपि च परस्य तत्रापि षष्ठीविभक्तिः अस्ति. तत्र किन्तु स्थाने इति न अर्थः. अतः षष्ठीविभक्तिः सर्वत्र एव स्थानात्मक अर्थः नास्ति. अत्र सामान्य तत्र सम्बन्धीय अर्थः अस्ति आतः तस्य सम्बन्धे. तत्र यथा तत्र मित्रस्य पुस्तकं तत्र सम्बन्धः अस्ति. अत्रापि तथा आतः परस्य इदानीं विसर्जनीयस्य स्थाने लोपः इति आदेशात्मकप्रथमभक्तिः. अनन्तरम् अखरि इति कृत्वा पूर्वकार्यं सप्तमी इति स्थितिरस्ति. आतः परस्य विसर्जनीयस्य लोपः अखरि. बालाः धावन्ति, तत्र अग्रे धकारः खर्वर्णः नास्ति, अतः द्वितीयं सोपानं गन्तव्यमस्ति. आकारः इच् वर्णः नास्ति, अतः तृतीयं सोपानं गन्तव्यमस्ति. आकारः आत् अस्ति, अतः आतः परस्य विसर्जनीयस्य लोपः अखरि. अस्तु, समीचीनमस्ति. तर्हि अस्तु तर्हि बालाः इच्छन्ति. अत्र इकारः विसर्गात् परे इकारः अस्ति, तत् हश्वर्णः अस्ति, अतः प्रथमसोपानम् अभवत्. न, अखरि अस्ति. अखरि अस्ति, हा, हश् नास्ति किन्तु अखरि अस्ति. अतः द्वितीयसोपानं गन्तव्यं. विसर्गात् पूर्वम् इच् वर्णः अस्ति वा इति, नास्ति, आत् अस्ति, अतः तृतीयसोपानं भवति. विसर्गात् पूर्वम् आत् अस्ति चेत् तत्र विसर्गस्य लोपः भवति. बाला इच्छन्ति इति भवति. इदानीं बाला इच्छन्ति, तत्र आस्टर्स्क् इति दत्तमस्ति, किञ्चित् तत्र अधोभागे पश्यतु. अत्र क्षम्यतां महोदय, बालाः इच्छन्ति. हा, अत्र कश्चन प्रश्नः उदेति. अस्ति अस्ति, किन्तु तत् पठनीयं विसर्गात् अग्रे इति. किन्तु आस्ट्रिस्क् एव अस्ति महोदय, तदनन्तरं किमपि नास्ति. तदनन्तरं अधोभागे, अधोभागे पत्रस्य अधोभागे. ओ अस्तु, अत्र वस्तुतः अन्यः विकल्पः अस्ति, बाला इच्छन्ति. भो भ गो अघो पूर्वस्य योषि. अपूर्वस्य भो भगो अघो अपूर्वस्य यसि योषि अपि च लोपः शाकल्यस्य इति सूत्राभ्याम्. अयं विकल्पः केवलम् अचि परे, न तु हसि. अपि च विरलतया उपयुज्यते इति कृत्वा भाट्टसूत्रे न अन्तर्गतम्। अस्तु अस्तु, अन्यविकल्पः अपि अस्ति, तृतीयभाट्टसूत्रमपि उपयोगं कर्तुं शक्नुमः। अन्यविकल्पः अपि अस्ति, सूत्रद्वयं दत्तमस्ति, किन्तु अयं विकल्पः, विकल्पस्य उपयोगं बहु कः अस्मिन् विकल्पे कः भेदः अस्ति? केवलम् अचि परे न तु हसि। अस्तु, न न न, रूपं रूपं किं सूत्रं किम् इति वा? न रूपं किं रूपं दत्तमस्ति विकल्पेन? ओ बाला इच्छन्ति इति भवति विकल्पेन, बाला इच्छन्ति। नाम यकारः आगतः खलु, बाला इच्छन्ति इति सामान्यरूपमस्ति लोपः, किन्तु अत्र बाला यच्छन्ति इति प्रदर्शनम् अस्ति यकारः। अत्र भो भगो अघो अपूर्वस्य योषि, तत्र अपूर्वस्य, अत्र विसर्गः अपूर्वः अस्ति, विसर्गात् पूर्वम् अपूर्वः अस्ति, नाम आकारः अवर्णः अस्ति, अवर्णः अस्ति, विसर्गः अस्ति। अनन्तरं यः अशि, यः य य आदेशः, अस्य सूत्रस्य अर्थः भो भगो अघो इति त्यजतु इदानीम्। अपूर्वस्य यः अशि, अपूर्वस्य विसर्जनीयस्य यः यःकारादेशः भवति असि परे, असि परे। तर्हि इच्छन्ति इति इकारः असि असि अश् प्रत्याहारे अस्ति, अपि च विसर्गात् पूर्वम् अवर्णः अस्ति इति कृत्वा यकारादेशः भवति। अनन्तरं लोपः शाकाल्यस्य शाकल्यस्य इति विकल्पेन यकारलोपः भवति। तत् हल्सन्धि विस प्रसङ्गे अस्माभिः दृष्टमासीत् लोपः शाकाल्यस्य, लोपः शाकाल्यस्य तत्र विकल्पेन विकल्पेन अपूर्वयोः पदान्तयोः वकारयकारयोः लोपो भवति असि परे शाकल्यस्य मतेन। नाम विकल्पेन यकारः अस्ति चेत् तस्य तस्मात् यकारात् पूर्वम् अवर्णः अस्ति, अपि च अनन्तरम् अश् प्रत्याहारे कश्चन वर्णः, तदानीं किं भवति? विकल्पेन यकारस्य लोपः। तर्हि विकल्पेन लोपः सामान्य तत्र लोपः भवति चेत् विकल्पेन बाला इच्छन्ति यकारलोपं कृत्वा, लोपः न भवति चेत् बाला यच्छन्ति इति अपि रूपमस्ति खलु। किन्तु साधारणतया समाजे वयं न उपयुज्महे, बाला यच्छन्ति इति तादृशं विरलतया भवति। अपि च अयं विकल्पः केवलं केवलं तत्र अचि न तु हसि, नाम अत्र उपरि आसीत् बालाः धावन्ति, अत्र धकारः अच् वर्णः नास्ति इति कृत्वा अयं विकल्पः नास्ति। यकारः आगच्छति, तस्य नित्यरूपेण लोपः, उभयत्र यकारः भवति, भो भगो अघो अपूर्वसि यो यः अशि इति सूत्रेण उभयत्र तत्र अशि अशि प्रत्यये परे अशि अशि वर्णे परे तत्र दकारः अश्वर्णः च इकारः अश्वर्णः इति कृत्वा तत्र उभयत्र यकारः भवति। किन्तु अग्रे अच् इका इच्छन्ति इति इच् इकारः अच् अस्ति चेत् तत्र नित्यं क्षम्यतां विकल्पेन यकारस्य लोपः, लोपः शकाल्यस्य इति सूत्रेण। किन्तु अत्र उपरि तत्र धकारः अस्ति चेत् नित्यम् अयं विकल्पः नास्ति। ये सर्वं द्रष्टुमिच्छन्ति तत्र यवलोपसन्धिः हल्सन्धिविभागे एतत् सर्वं प्रदर्शितमस्ति, पुरुषाः गच्छन्ति इति उदाहरणमस्ति तत्र, इदानीं मास्तु। किन्तु ये सर्वं द्रष्टुमिच्छन्ति ते तत्र गच्छेयुः, तत्र सर्वं दत्तमस्ति। किमर्थं विकल्पं तत्र नित्यमस्ति यकारलोपः तत्र? अस्तु इति विषयः अस्ति. इदानीम् अग्रे सरेम तर्हि. साधारणनियमः अस्ति, सामान्यनियमः अस्ति तदेव, आतः परस्य विसर्जनीयस्य लोपः अखरि. अस्तु तर्हि रत्नभगिनी तत्र किञ्चित् म्यूट् करोतु कृपया. अस्तु महोदय. अग्रे अजय महोदय. अजय महोदय अग्रे अग्रे अत्र कश्चन प्रश्नः. अत्र कश्चन प्रश्नः उदेति यत् बाला इच्छन्ति इत्यस्मिन् गुणसन्धेः प्रसक्तिः अस्ति वा. आम् गुणसन्धिः स्यात्. आ योगः इकारः एकारः इति. परन्तु पाणिनेः अष्टाध्याय्याम् एका विशिष्टा व्यवस्था अस्ति येन गुणसन्धेः विधायकं सूत्रं चिन्तयति यत् इदानीमपि विसर्गः अस्ति. बाला इच्छन्ति इत्यस्मिन् विसर्गलोपः विसर्गलोपः जातः इति वयं जानीमः. किन्तु गुणसन्धिविधायकसूत्रम् आगत्य चिन्तयति यत् अहो विसर्गः अधुना अपि अस्ति. अतः अनेन कारणेन गुणसन्धिः अतः न प्रवर्तते. अष्टाध्यायी भागद्वये विभक्ता सपादसप्ताध्यायी त्रिपादी इति. यत्किमपि कार्यं साधितं त्रिपद्यां तत् कार्यं न दृश्यते सपादसप्ताध्यायां स्थितैः सूत्रैः. सवर्णदीर्घसन्धिः गुणसन्धिः वृद्धिसन्धिः एते सन्धयः साध्ययन्ते सपादसप्ताध्यायामपि च विसर्गस्य लोपः साध्यते त्रिपाद्याम्. अतः स्वरसन्धयः विसर्गलोपः न जातः इति चिन्तयन्तः स्वरस्य कार्यं न कुर्वन्ति. स्वस्य अत्र एकं वदामि. अत्र एकं वदामि यत् वस्तुतः विसर्गः इदानीमपि अस्ति इति. तत्र तेषु दिनेषु मया तत्र सारल्यार्थं लिखितमस्ति वस्तुतः यकारः अस्ति. हल्सन्धिप्रसङ्गे वयं दृष्टवन्तः पुनः सैव नाम भो भगो अघो अपूर्वस्य योषितिने यकारः भवति. स च यकारः अत्र यवलोपसन्धिं पश्यन्तु. तत्र हल्सन्धिकरपत्रमस्ति वा? सर्वेषां पुरतः तत्र आनयन्तु हल्सन्धिकरपत्रं. तत्र यवलोपसन्धिः लोपः शाकल्यस्य तत्र हरे इह एचो युवायावः इति हर इह लोपः शाकल्यस्य हर इह. अत्र अपि तादृशप्रश्नः आगतः आसीत्. अत्र आद्गुणः इत्यनेन गुणसन्धिः भवति स्म, परन्तु पूर्वत्र सिद्धमिति न आद्गुणः इत्यस्य दृष्ट्या लोपशाकव्यस्य इत्यनेन यत् कार्यं कारितं तत् असिद्धम्. अत्र एचो इवायावः इत्यनेन यकारः आनीतः. किन्तु अत्र इदानीं प्रकृतम् उदाहरणं किं? बालाः बालाः इच्छन्ति. बालाः इच्छन्ति तत्र बाला इच्छन्ति. वस्तुतः मध्ये अत्र यकारः किन्तु एचो युवायावः इति सूत्रेण नास्ति, अपि तु भो भगो अघो अपूर्वस्य योषि इति सूत्रेण यकारः मध्ये आगच्छति. यथा अत्र उपरि हरे इहाति एचो युवायावः इति सूत्रेण यकारः आगतः आसीत्, लोपः शाकल्यस्य इत्यनेन विकल्पेन यकारस्य लोपः जातः. आद्गुणः इति तस्य लोपं द्रष्टुं न शक्नोति, यतोहि तत्र सपादसत्यध्यायामस्ति आद्गुणः, त्रिपादिसूत्रमस्ति लोपः शाकल्यस्य. अत्रापि तथा लोपः शाकल्यस्य आगच्छति, किन्तु यकारः आनीतः यचो युवायावः इति सूत्रेण न, अपि तु भो भगो अघो अपूर्वस्य योषि इति. तावदेव भेदः, तावानेव भेदः. ये एतत् सर्वं वयं दृष्टवन्तः पूर्वम्. अत्र अधिकम् अवधानं नास्ति, किन्तु अत्र यत्र यत्र विसर्गः अस्ति विसर्गः अस्ति तत्तु वस्तुतः यकारः एव अस्ति. पश्यति यद् यकारः लोपशकः यस्य तस्य कार्यं द्रष्टुं न शक्नोति तत् आद्गुणः इति सूत्रम्. अतः अत्र बाला इच्छन्ति इति आद्गुण तत्र गुणसन्धिः न भवति. स्पष्टं खलु? तत्र सुब्रह्मण्यं वदतु, तत्र किम् अवगच्छति भवान्? हरि ओम्. आं महोदय, म्यूट् मध्ये आसम्. अत्र सङ्गणकात् आगतवान् महोदय, अतः किञ्चित् इदानीम् अत्र लोपः तु अस्मिन् प्रकृति उदाहरणे एकनिमिषं महोदय, यदा वयं बालाः इच्छन्ति इति उदाहरणं नयामः, अत्र अत्र यः विसर्गः गच्छति तत्तु प्रथमं तु भो भगो एतत् सूत्रेण अत्र यकारः, अनन्तरं लोपः शाकल्यस्य इत्यनेन यकारस्य लोपः, अतः इदानीं बालायोगः इच्छन्ति अस्ति. इदानीम् अत्र वस्तुतः स्पष्टीकरणार्थं क्षम्यतां महोदय, वस्तुतः स्पष्टीकरणार्थं तत्र बालाः इति अस्ति किमस्ति जस् जस् बालास् बालास् इति अस्ति जुषुरुः इति सर्वे अवगच्छेयुः, तत्र रु अस्ति भोभगो इति. पुनः वदामि वा महोदय एतत् सर्वं? एकवारं वदतु. अत्र बालयोगः जस् योगः इच्छन्ति अस्ति. अत्र प्रथमं तु अत्र न विभक्तौ तु स्माः इत्यनेन अत्र सकारस्य लोपः निषिध्यते. ससजुषोरुः इत्यनेन सकारस्य स्थाने रु आदेशः भवति. अत्र रु इत्यस्मिन् अत्र उकारः हल्सन्धिकरपत्रे अस्ति सर्वं पश्यन् तत्र सर्वे पश्यन्तु. अस्तु, अत्र बालयोगः जस् योगः इच्छन्ति. अत्र सकारः यदस्ति जस् प्रत्यये न उभक्तौ तु स्म इत्यनेन तस्य लोपः न भवति, सकारः तिष्ठति. इदानीं ससजुषोरुः इत्यनेन यः सकारः अस्ति तस्य स्थाने रु आदेशः भवति. रु इत्यस्मिन् अत्र उकारः किं भवति इत्युक्ते उपदेशे जनुनासिक इत् इत्यनेन उ इत्यस्य इत्संज्ञा भूत्वा तस्य लोपः इत्यनेन लोपः भवति, अतः रेपः एव तिष्ठति. इदानीं किं भवति इत्युक्ते भो भगो अघो अपूर्वस्य योषि इत्यनेन अत्र बालयोगः रेपः योगः न महोदय, इदानीं तु बाल एव अस्ति किल महोदय? ओ अस्ति, इदानीमपि बालयोगः जकारस्य अपि लोपः भवति चुटु इत्यनेन बालयोगः अस् भवति, अनन्तरं सकारस्य लोपः न भवति तत्तु रुत्वं भवति. बालयोगः आ अत्र बालायोगः रेपः योगः इच्छन्ति. इदानीम् अत्र रेपः यदस्ति तत्तु अपूर्वरेपः, अतः भो भगो अघो अपूर्वस्य योषि इत्यनेन अत्र निमित्तमस्ति रेपः अपूर्वरेपः, अपि च रेफानन्तरम् अश्प्रत्याहारस्य वर्णः अस्ति इकारः, अतः भो भगो अघो अपूर्वस्य योषि इत्यनेन इदानीम् अत्र आकारोत्तर रेपः यदस्ति यः अस्ति तस्य स्थाने यकारादेशः भवति, अतः बालाय योगः इच्छन्ति इति भवति. इदानीं लोपः शाकल्यस्य इत्यनेन यः यकारः अस्ति पुनः अपूर्वयकारः अस्ति अनन्तरम् अश्प्रत्याहारस्य वर्णः इ अस्ति अतः लोपः शाकल्यस्य इत्यनेन विकल्पेन यकारस्य लोपः भूत्वा बालायोगः इच्छन्ति भवति. इदानीम् अत्र स्वरसन्धेः प्रसक्तिः भवेत् परन्तु अत्र स्वरसन्धि यकारं पश्यति अतः स्वरसन्धेः प्रसक्तिः नास्ति. किमर्थं चेत् अत्र स्वरसन्धि सपादष्टाध्याय्याम् अस्ति स्वरसन्धयः सपादसप्ताध्याय्यां सन्ति अपि च लोपः शाकल्यस्य इति त्रिपाद्याम् अतः सपाद अष्टाध्याय्यां यत् सूत्रमस्ति तत् सूत्रं त्रिपाद्यां यत् सूत्रमस्ति तस्य कार्यं न पश्यति अतः यकारं पश्यति अतः अत्र स्वरसन्धेः प्रसक्तिः इदानीम् अस्मिन् उदाहरणे गुणसन्धेः प्रसक्तिः न भूत्वा बाला इच्छन्ति इति भवति अभूत्वा. बहु सुन्दरमस्ति. धन्यवादाः महोदय, बहु समीचीनमस्ति. केवलं बोधनार्थं वदामि अत्र यत्र जस् अस्ति न जस् तु आरम्भे एव तत्र अस्माकं प्रथमं कार्यं किमिति इत्संज्ञकवर्णाः लुप्यन्ते अनन्तरं संयोजनं भवति आरम्भतः यथा अत्र लिखितमस्ति पुरुषास् गच्छन्ति अत्र पुरुषास् अत्र बालास् इच्छन्ति बालास् इच्छन्ति इति एव रूपम् अस्ति एवमेव प्रदर्शनीयम् अस्ति बालास् इति अस्ति तत्र सकारस्य कागतिः इति पदान्ते अस्ति खलु तत्र पृथक्तया न स्थापनीयमस्ति. अस्तु बहु समीचीनमस्ति, स्पष्टम्. अग्रे गच्छेम. तत् अत्र मुख्यमस्ति किं सर्वेषां कृते मुख्यं किं बालाः इच्छन्ति बालाः इच्छन्ति इति तत्र विसर्गलोपः भवति. अत्र विसर्गलोपः भवति किमर्थम् इति रामप्रिय भवतु. रामप्रियभगिनी अस्ति, शीघ्रमेव अग्रे गच्छेम. विद्याभगिनी वदति वा. अत्र बालाः इच्छन्ति अत्र विसर्गस्य पूर्वम् आकारः अस्ति इति कृत्वा तत्र विसर्गः लोपः भवति. हा नाम सूत्रं किं? सूत्रम् अस्ति आतः परस्य विसर्जनीयस्य लोपः अखरि. हा बहु समीचीनमस्ति. तर्हि अत्र पुस्तके कानिचन उदाहरणानि द्रष्टव्यानि सन्ति. अत्र सरला भगिनी, अत्र पुस्तके तत्र लोपः तत्र देवाः योगः अपि किं भवति अत्र कथं लिखितमस्ति इति न द्रष्टव्यमस्ति अस्माकं रीत्या. देवाः अपि अत्र स्थितिः का? देवाः अपि अत्र स्थितिः विसर्गस्य परे अखरि अस्ति प्रथमसोपानं न कार्यं करोति. तस्य अकार अस्ति अकार अचि प्रत्याहारे अस्ति अखरि अस्ति. विसर्गस्य पूर्वम् आकार अस्ति इच् प्रत्याहारे नास्ति आकार अस्ति अतः आत् परस्य विसर्जनीयस्य लोपः खरि इति कारणे विसर्गस्य लोपः भवति देवा अपि इति भवति. परं विकल्पेन भू भगो भगो अघो अपरुष योषि इति सूत्रेण यकार आगच्छति अपूर्वस्य अशीपरे यकार आगच्छति देवायपि इति भवति. उभयत्र यकारः आगच्छति, किन्तु लोपः शाकल् यस्य विकल्पेन यकारस्य लोपः भवति इति कृत्वा देवा अपि देवायपि देवायपि इति न कोऽपि वदति, किन्तु दोषाय नास्ति. अस्तु, समीचीनमस्ति महोदय. महोदय एकनिमिष, योषि तु यः अशि यकारः यकारादेशः असि परे द्वितीयं करोतु भगिनि. अहं पुष्पा भगिनि अग्रे. अस्तु महोदय, अपस्फुतज्ञानाः योगः आसुरम्. अपहृतज्ञान् योगः योगः विसर्गः. न न न, एतत् सर्वं न करणीयमस्ति, अस्माकं रीत्या शीघ्रमेव वदतु. अत्र विसर्गस्य परे अश् अच् अस्ति. किमस्ति अपि आसुरम् आत् अस्ति चिन्तनक्रमः कः अकर् अस्ति विसर्गस्य पूर्वे अखर् अस्ति इति सर्वे तत्तु पर्याप्तं नास्ति. कः वर्णः अखर् अस्ति स्पष्टतया वक्तव्यमस्ति. तत्र आसुरमति अस्य आकारः अखरि अस्ति. विसर्गस्य पूर्वे आकारः अस्ति, तथैव अतः आतः परस्य विसर्जनीयस्य लोपः अखरि इत्यनेन विसर्गस्य लोपः भवति. विकल्पेन भो भगो अघो अपूर्वस्य योषि तु कार्यं करोति. हलो, हरि ओम्. अत्र लोपः शाकाल्यस्य दिनेन विकल्पेन यकारस्य भवति, उभयत्र भवति. लोपः शाकाल्यस्य दिनेन एव विकल्पेन लोपः शाकाल्यस्य लोपशाकल्यस्य इत्यनेन. अस्तु, अपहृतज्ञाना असुरम् इति भवति, विकल्पेन अपहृतज्ञानायासुरम् इति तु भवति. हा, बहु समीचीनमस्ति. अस्तु, तर्हि अग्रे अग्रे किमस्ति इति जगन्नाथमहोदय वदति वा. मणिगणाः योग इव अत्र इकार विसर्गस्य परे इकार तत्तु अखरे भवति. विसर्गस्य तर्हि विसर्गस्य पूर्वं किम् इति द्रष्टव्यम्. इच् संज्ञा नास्ति, तर्हि आत् अस्ति, तर्हि विसर्गस्य लोप भवति वा भो भगो अघो अपूर्वस्य योषि इति सूत्र इति सूत्रेण यकार आदेश अपि विकल्पेन. तर्हि मणिगणा इव अथवा मणिगणा इव इति रूपद्वयं भवितुं शक्नोति. पुनः वदामि, भो भगो अघो अपूर्वस्य योषि तेन यकारः नित्यः, तत्र लोपः शाकल्यस्य तेन यकारस्य लोपः विकल्पेन. उभयत्र यकारः तु भवति एव, किन्तु तस्य लोपः विकल्पेन अस्ति इति कृत्वा मणिगणा इव इति प्रधानरूपमस्ति. साधारणतया वक्तव्यं मणिगणा इव इति रूपेण इति रूपं तत्र विकल्पेन अस्ति. यकारः तिष्ठति, तस्य लोपः न भवति इति. अस्तु अग्रे, अजय महोदय अग्रे. षण्मासाः योगः उत्तरायणम् अतः विसर्गस्य अनन्तरम् उकारः अस्ति, उकारः अखरी अस्ति, अतः विसर्गस्य पूर्वं किमस्ति इति द्रष्टव्यं. विसर्गस्य पूर्वं आकारः अस्ति, इच् प्रत्याहारे नास्ति, अतः द्वितीयसोपानं न कर्तव्यम्. आकारः तृतीयसोपानं करणीयम्. अतः परस्य विसर्जनीयस्य लोपः खरि इति सूत्रेण लोपः अभवत्. अतः षण्मासा उत्तरायणम् इति भवति. लोपः शाकल्यस्य मतेन विकल्पेन यकारः अपि तिष्ठति, अतः षण्मासायुत्तरायणम् इति भवति. हा सुन्दरं, बहु बहु समीचीनमस्ति महोदय. अस्तु अग्रे गच्छेम तर्हि. विद्याभगिनी अग्रे. कामोपभोगपरमाः योगः एतावत्. अत्र विसर्गस्य पुरतः एकारः अखरी अखरी अस्ति. विसर्गस्य पूर्वम् आकारः अस्ति, आकारः इच् प्रत्याहारे नास्ति इति कृत्वा अत्र तृतीयसोपानम्. अत्र विसर्गस्य स्थाने भो भघो अघो अपूर्वस्य योषि इत्यनेन यकारः आगच्छति प्रथमम्. अनन्तरं लोपः शाकल्यस्य इत्यनेन अचीपरे विसर्गस् यकारस्य विकल्पेन लोपः भवति. यत्र लोपः भवति तत्र रूपमस्ति कामोपभोगपरमा एतावत्. यत्र यकारः तिष्ठति तत्र कामोपभोगपरमा एतावत्. अस्तु समीचीनमस्ति. अत्र अत्र केवलं वदामि यत् लोपः शाकल्यस्य वस्तुतः अचीपरे इति दत्तमस्ति. अचीपरे नाम विकल्पेन यकारलोपः, अचीपरे इति अनेन सूत्रेण न विहितमस्ति. अत्र अचीपरे लोपः शाकल्यस्य अचीपरे. अनन्तरम् एकं सूत्रमस्ति हलिसर्वेषां, हलिसर्वेषाम् इत्यनेन तत्र हलिपरे तत्र अयं यकारलोपः नित्यः इति अस्ति. अस्तु समीचीनमस्ति. अग्रे गच्छेम तर्हि. सुमित्रा भगिनी अनन्तरं करोति वा? देवाः ऋषयः. आं महोदय, देवाः ऋषयः प्रथमं द्रष्टव्यं विसर्गात् परतः अकर्वर्णः ऋषयः इति. पूर्वम् आत् अस्ति, अतः आत्तः परस्य विसर्जनीयस्य लोपः अकरि इत्यनेन विसर्गस्य लोपः भवति. भो भगो अघो अपूर्वस्य योषि इत्यनेन विसर्गस्य यकारादेशः भवति. देवा ऋषयः इति यकारस्य लोपः भवति. देवा ऋषयः अथवा देवाय ऋषयः. हा बहु सुन्दरमस्ति. इति अत्र सर्वत्र अच् प्रत्याहारे कश्चन वर्णः परः आसीत्. अपि आसुरम् इव उत्तरायणम् एतावत् ऋषयः इति एषु उदाहरणेषु सर्वत्र अच् प्रत्याहारे कश्चन वर्णः आसीत् इति कृत्वा विकल्पेन स च लोपः शाकल्यस्य इत्यनेन यकारलोपः भवति स्म विकल्पेन. किन्तु इतः अग्रे अयं तत्र हलिसर्वेषाम् इति सूत्रेण, हलिसर्वेषां सूत्रेण तत्र हलिपदे न हसिपदे इति नित्यं भवति. अशि इति आसीत्, हलिसर्वेषाम् इति यः अश् वर्णः हल् प्रत्याहारे अस्ति तस्य तत्र यकारलोपः नित्यः इति कृत्वा अत्र विकल्पेन यकारस्थरूपं न सम्भवति, सर्वत्र यकारलोपः भवति एव इति अग्रे गत्वा. अस्तु प्रथम उदाहरणं किमिति रत्नाभगिनी वदतु. पुस्तके महोदय गुणाः अस्तु गुणाः गुणेषु अत्र विसर्गात् अनन्तरं अखर् अस्ति अतः विसर्गात् पूर्वं किम् अस्ति इति द्रष्टव्यम् इच् नास्ति आत् अस्ति अतः विसर्गस्य लोपः भवति तृतीयसोपानेन गुणा गुणेषु इति भवति गुणेषु अस्तु बहु समीचीनमस्ति अस्तु म्यूट् भगिनी अग्रे सरला भगिनी अग्रे स्वर्गपराः जन्मकर्म क्षम्यतां जन्मकर्मफलप्रदान् विसर्गस्य पुरतः जकार खरि प्रत्याहारे नास्ति हलि प्रत्याहारे अस्ति तदनन्तरं विसर्गस्य पूर्वम् आकार इच् प्रत्याहारे नास्ति आकारस्य तृतीयसोपानं कार्यं करोति इदानीं स्वर्गपरा जन्मफल कर्मफलप्रदान् विसर्गस्य लोपः भवति हा लोपः हा तर्हि रूपं किमस्ति उच्चार्यते एकवारं स्वर्गपरा जन्मकर्मफलप्रदान् हा अत्र एकारस्य लोपः नित्यः नित्यः बोध्यः रामप्रिय भगिनी अग्रे श्रूयते वा महोदय देवाः दास्यन्ते इति विसर्गात् परं धकारः अखरी अस्ति विसर्गात् पूर्वम् आकारः आत् इति अस्ति आतः परस्य विसर्जनीयस्य लोपः अकरी इति सूत्रेण देवा दास्यन्ते हली सर्वेषाम् इति सूत्रेण यकारस्य लोपः नित्य बहु समीचीनम् अस्ति अस्तु अग्रे गच्छेम तर्हि अत्र सहदेव महोदय वदति वा आम् पुरुषाः धर्मस्य दकारः अखरी अस्ति विसर्गस्य पूर्वम् आकारः अनन्तरं विसर्गः लोपः इति पुरुषा धर्मस्य हा बहु समीचीनमस्ति आतः परस्य विसर्जनीयस्य लोपः अखरी अस्तु अग्रे पद्मा भगिनी अग्रे आं महोदय पुरुषाः योगः धर्मस्य तत्तु इदानीं समाप्तम् अग्रे देहाः नित्यस्य योगः नित्यस्य अत्र विसर्गः पुरतः नकारः अखरी अस्ति विसर्गः पूर्वस्य आकारः आत् वर्णात् अस्ति इत्यनेन विसर्गः लोपः भवति देहा नित्यश्च हा समीचीनमस्ति अस्तु अग्रे गच्छेम अजय महोदय विसर्गाः योगः ब्रह्मणः विसर्गाः पुरतः बकारः अखरी अस्ति विसर्गात् पूर्वम् आत् अस्ति अतः विसर्गलोपः भवति वितता ब्रह्मणः इति अभवत् हा सुन्दरम् अस्तु अग्रे सुमित्रा भगिनी अग्रे महोदय महेशवासाः योगः भीमार्जुनसमाः विसर्गात् अनन्तरं वर्णः अस्ति अखरि अतः विसर्गात् पूर्वम् आत् अस्ति तत्तु इच् प्रत्याहारे न अस्ति अतः आतः परस्य विसर्जनीयस्य लोपः अखरि इत्यनेन विसर्गस्य लोपः भवति महेशवासा भीमार्जुनसमाः हा अस्तु सर् बहु समीचीनमस्ति अग्रे म्यूट् करोतु कृपया भगिनी अग्रे पुष्पा भगिनी अग्रे समवेताः योगः युत्सवः अत्र यकारः तु विसर्गस्य परे अस्ति तत्तु अकरि अस्ति पूर्वे आत् अस्ति इच् नास्ति तथैव आतः आतः परस्य विसर्जनीयस्य लोपः अकरि इति सूत्रेण समवेता युत्सवः अत्र विसर्गस्य लोपः भवति. हा बहु समीचीनमस्ति. अपि च यथोक्तं पूर्वं लोपः शाकल्यस्य इत्यनेन विकल्पेन यकारलोपः, किन्तु हलिसविषाम् इत्यनेन यकारः हलिपरे इति कृत्वा यकारलोपः नित्यः इति कृत्वा केवलं लोपविकल्पः केवलम्. अस्तु समीचीनमस्ति. सरला भगिनी अग्रे धातुराश्रणे विसर्गस्य परे रेफ अस्ति, रेफ खरि प्रत्याहारे नास्ति, हल् प्रत्याहारे आगच्छति. विसर्गस्य पूर्वम् आकार अस्ति, इच् प्रत्याहारे नास्ति, आत् अस्ति, अतः तृतीयसोपानं कार्यं करोति. विसर्गस्य स्थाने यकार आगच्छति, भो भगो पूर्व अशि गो भगो परो अपूर्वकारणस्य हलपरेषामिति नित्यं यकारस्य लोपः भवति. इदानीं धारतरष्ट्रा गणे इति भवति, विसर्गस्य लोपः भवति. बहु समीचीनमस्ति. अस्तु अग्रे रत्ना भगिनी अग्रे. अस्तु कामकामाः लभन्ते, विसर्गस्य परे लकारः अस्ति, अखरि अस्ति, अतः द्वितीयसोपानं द्रष्टव्यं. विसर्गात् पूर्वम् आकारः अस्ति, इच् नास्ति, आत् अस्ति, अतः तृतीयसोपानं कार्यं करोति. आत् अस्ति चेत् विसर्गात् पूर्वं विसर्गस्य लोपः भवति, अतः कामकामा लभन्ते इति तिष्ठति. हा बहु समीचीनमस्ति. अस्तु अग्रे सुब्रह्मण्यमहोदय अग्रे. आं महोदय. अर्हाः योगः वयम्. इदानीम् अत्र विसर्गस्य अनन्तरं वकारः अखरि, विसर्गात् पूर्वम् आकारः, अतः आतः परस्य विसर्जनीयस्य लोपः अखरि इत्यनेन विसर्गस्य लोपः भूत्वा अर्हा वयम्. परन्तु अत्र वकारः तु हल् प्रत्याहारस्य वर्णः, अतः यदि औपचारिकरूपेण वयं द्रक्ष्यामः, पूर्वं तु अत्र यकारः आसीत्, सः यकारस्य लोपः इदानीं हलिसर्वेषाम् इत्यनेन नित्यं भूत्वा रूपम् एकमेव सम्पन्नम्, अर्हा वयम् इति. हा सुन्दरम् इति. धन्यवादः महोदय. अग्रे विद्याभगिनी अग्रे. हा बहुशाकाः योगः हि, विसर्गस्य पुरतः हकारः अखरि अस्ति, विसर्गस्य पूर्वं विसर्गात् पूर्वं आकारः इच् इच् प्रत्याहारे नास्ति इति कृत्वा तृतीयसोपानम्, आतः परस्य विसर्जनीयस्य लोपः अखरि इति सूत्रेण विसर्गस्य लोपः भवति. यथा सुब्रह्मण्यमहोदयेन उक्तवान् अत्र हलि सर्वेषाम् इत्यनेन अत्र यकारस्य लोपः नित्यम् इति कृत्वा तत्र एक एव रूपं बहुशाका बहुशाका हि. हा बहु समीचीनमस्ति. सर्वेषां नैपुण्यं जातमस्ति इति प्रकटं. बहु समीचीनमस्ति. अग्रिमे सप्ताहे तत्र चतुर्थं सोपानम् अपि च पञ्चमसोपानमस्ति. तत्र किम् अवशिष्टमिति चेत् एतावता अग्रे खर् प्रत्याहारे कश्चन वर्णः अस्ति चेत् किं भवति इति अस्माभिः दृष्टम्. अग्रे खर् नास्ति चेत् अपि च पुरतः इच् अस्ति, तत्र अस्माभिः दृष्टम्. इदानीम् इच् नास्ति चेत् आकारः अस्ति चेत् किं भवति इति इदानीं परिशीलितमस्ति. ततः अग्रे अवशिष्टं किं? यत्र विसर्गात् पूर्वं ह्रस्व अकारः अस्ति. ह्रस्व अकारः अस्ति चेत् किं किं भवति इति तत्र पुनः पुरतः द्रष्टव्यमस्ति. तत्र विभागद्वयं भविष्यति. इदानीं न उच्यते, किन्तु अग्रे चतुर्थे सोपाने अपि च पञ्चमे सोपाने तत्र एव, नाम विसर्गात् पूर्वं लघु अकारः अस्ति, ततः अग्रे पुनः दृष्ट्वा तदाधारेण निर्णीयते यत् अस्य विसर्गस्य का गतिः इति अन्तिमविषयः अस्ति अग्रिमे सप्ताहे. तर्हि समयः जातः. धन्यवादः सर्वेषां. महोदय, एकः प्रश्नं प्रष्टुं शक्नुमः वा? इदानीम् ईमेल् प्रेषयतु कृपया महोदय. अस्तु अस्तु, धन्यवादः. अस्तु, धन्यवादः सर्वे. धन्यवादः. धन्यवादः. नमस्कारः. धन्यवादः.